नमस्कारः. अद्यतनविषयः अस्ति, करपत्रम् अस्ति, तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति. प्रारभामहे. शैलजा भगिनी आरम्भं करोति किम्? अहं पठितुं शक्नोमि, किमपि न जानामि. ओ एवं किं भगिनी, पूर्वम् अहम् अस्मिन् वर्गे न दृष्टवती. मङ्गलवासरमेव मया. आम् आम् भगिनि. नास्ति चेत् भगिनी पठतु भगिनि. आं केवलं पठतु. ओ अस्तु, तर्हि रामप्रिया भगिनी पठति. तुदादौ शत्रुव्यवस्था शत्रु पठतु पठतु भगिनि. अहं चिन्तितवती, तूष्णीं दृष्टवती. अहं तु चिन्तितवती प्रायः सिद्धा नास्ति इति. भवती पठतु शैलजा भगिनि. हरि ओं, मम ध्वनिः न श्रूयते किम्? श्रूयते भगिनि. हा श्रूयते खलु. प्रायः शैलजा भगिन्याः दूरवाण्याः क्लेशः किम्? मध्ये किमपि न श्रुतवती अहम्. अस्तु, रामप्रिया भगिनी पठतु. भगिन्याः दूरवाण्यां किमपि क्लेशः अस्ति इति मन्ये शैलजा भगिनी. न श्रूयते भगिनी यत् पठितवती. क्षम्यतां, रामप्रिया भगिनी पठतु. अस्तु भगिनि. तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणं. तुदादौ शत्रुव्यवस्था. शत्रुप्रत्ययः षित् इति कारणतः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. शत्रुप्रत्ययः नित्यं कर्त्रार्थे च. तुदादिगणे कर्त्रार्थे सार्वधातुकप्रत्यये परे धातुभ्यः श विकर्णप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः. तदा कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरीशप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अतः तुदादिभ्यः शः कर्तरीशप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिद्ध्यति. सूत्रमपि पठामि वा भगिनि? आम् भगिनि. तुदादिभ्यः शः कर्त्रार्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् तुदादिगणे स्थितेभ्यः धातुभ्यः श प्रत्ययः भवति. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके तुदादिभ्यः धातुभ्यः परश्च ष प्रत्ययः. इदानीं तुदादिगणे शत्रुप्रत्ययस्य व्यवस्था. यदा पूर्वमेव वयं जानीमः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः शत्रुप्रत्ययः षित् अस्ति. अतः सार्वधातुकप्रत्ययः अस्ति. तत्र प्रथमं सर्वप्रथमं यथा पूर्वं कर्तरि शप् इत्यनेन शप् विहितः भवति. तद् प्रबाद्य तुदादिभ्यः शः इति सूत्रेण श इति विकर्णप्रत्ययः आयाति इति सूत्रं वदति. किमर्थम् इति इत्युक्ते कर्तरीषप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. तुदादिभ्यः शः अत्र तुदादिगणे तस्य कार्यं न भवति चेत् तस्य अन्यत्र लब्धावकाशः नास्ति. यदा वयं पूर्वं परिशीलितवन्तः परिभाषासूत्रमस्ति नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरबलीयः इति सूत्र परिभाषासूत्रस्य कारणेन अपवादः यत् सूत्रम् अपवादः अस्ति तद् अपरस्य सूत्रस्य अपेक्षया बलवत् अस्ति. अतः अत्र तुदादिभ्यः शः इति अपवादभूतसूत्रं तस्य कार्यमेव अत्र सिद्ध्यति इति सूत्रं वदति. धन्यवादः भगिनि. सरला भगिनी पठति. आं भगिनि. कर्तरि शप् कर्तरि कर्तर्त्रे सार्वधातुकपरे अस्ति चेत् तर्हि धातुतः शप् प्रत्ययः भवति. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. अयं शप् प्रत्ययश्चित् प्रतः अतः अनेन गुणकार्यं विहितं यत्र यत्र प्रसक्तं. परन्तु श अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् ङित्वत् अतः ङिति च इति कारणेन यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धं. कर्तरि शप् यदि सार्वधातुकप्रत्ययपरे आगच्छति तत्र अस्माकं प्रकृत उदाहरणे तुदाभ्यश इति आगच्छति तत्र तत् प्रभाभ्य इति षित् अस्ति सार्वधातुकमस्ति किन्तु अपित्वात् गुणनिषेधः भवति सार्वधातुकम् अपित् इति सूत्रेण. अपि तस्य स्वभावङिति किति ङिति च इति अनेन गुणनिषेधः भवति. सार्वधातुकमपि तिथि सार्वधातुकं ङित् इव अस्ति. सार्वधातुकं प्रथमान्तम् अपि प्रथमान्तं द्विपदमिदं सूत्रम् अनुवर्तिसहितसूत्रमस्ति. सार्वधातुकम् अपि ङित् ङिति च यः प्रत्ययः ङित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणात् एकः स्थाने गुणया वृद्धिः वा भवति स्म स गुणवृद्धिः न भवति. अनुवृत्तिसहितसूत्रं सूत्रं कितिङिति च एकः गुणवृद्धिः न. कितिङिति च सूत्रेण भवति यदि कोऽपि अङ्गं वा धातु प्रत्ययस्य पूर्वम् इक् वर्ण अन्ते अस्ति वा उपधायाम् अस्ति सार्वधातुकार्धधातुकयो या पुगन्तलघुपदस्य अन्येन गुण वा गुणवृद्धिः भवति तस्य निषेधः भवति कितिङिति इति सूत्रेण. गुण वा वृद्धिः तस्य निषेधः आगच्छति अनेन सूत्रेण. आहत्य तुदादिगणे षत् प्रत्यय परे श प्रत्ययविहित श च ङित्वत् अस्य एकपरिणामः गुणनिषेधः. परन्तु यथा दृष्टं द्वादिगणे प्रत्ययस्य ङित्वत् भवेत् भवनेन केवलं गुणनिषेधसिद्ध इति न. तस्य अनेके प्रभावाः सन्ति तेषु त्रयः प्रमुखा अधोल्लिखिताः. इदानीं तुदादिगणे तुदाभ्यश इति विकरणप्रत्ययश अस्ति षित् अस्ति सार्वधातुकम् अस्ति किन्तु सार्वधातुकम् अपि भवति स गुणनिषेधः भवति. स न केवलं गुणनिषेधः कित् ङित् भूत्वा अन्य कार्याणि अपि भवन्ति यथा वयं द्वादिगणे पठितवन्तः अधो दत्तम् अस्ति ते यथा सम्प्रासन वा अनुमागम इति सर्वे. पुष्पा भगिनी अग्रे पठति भगिनि. कुत्र कितिङिति विशिष्टकार्याणि इति विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् नित् वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वस्थिते अङ्गे यथा सङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. एकम् अङ्गान्ते उपधायां च इकः गुणः निषिद्धः. तुदादौ तुद् योगः श योगः इति तुदति तुद् योगः श योगः शत्रु तुदत् निति च इत्यनेन ओके तुदत् अनिदित् धातूनाम् उपधायां न लोपः. येषां हलन्तधातूनाम् इत् संज्ञकः ह्रस्वः इकारः नास्ति. हलन्तधातूनां इत् संज्ञकः ह्रस्वः इकारः नास्ति. तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति. त्रुम्फ् योगः श योगः ति अत्र न लोपः. तृम् योगः श योगः शत्रु न लोपः. तत्तु त्रुफति त्रुफति इति आगच्छति न त्रुफति त्रुफत् भगिनि त्रिंफति इति अस्ति खलु त्रिंफति तत्तु त्रुफति आगच्छति न न न प्रथमं तु नकारस्य लोपः भवति किन्तु शे तुम्फादीनां नुम् वाचयति अनेन अनेन वार्तिकेन नुमागमः विधीयते अनिदितां हल् हल उपधाय किति किन्ति परन्तु तुदादिगणे विशिष्टका तदैव विशिष्टकार्यं वार्तिकेन येषां पुनः नुमागमः आनीयते शेतृम्फादीनां नुं वाच्यः त्रुम्फ् योगः शा योगः ति न लोपः त्रुम्फ् योगः त्रुफ् योगः आयोगः ति नुमागमः त्रुम्फ् योगः आयोगः ति त्रुम्फति. सम्प्रसारणीनां धातूनां सम्प्रसारणं यन् स्थाने इक् आदेशः यन् सन्धौ यथा भवति तस्य विपरीतक्रमः किति निति प्रत्यये पदे वश्च व्रश्च योगः श योगः ति व्रश्चति वृष्टति वृष्ट योगः श योगः शत्रु वृष्टत् ग्रहिज्य वै व्याधि वष्टि वचति वृष्टति पृच्छति भुज्जतीनाम् इति च एतद् सूत्रेण तत् कार्यं करोति. विवरणं करोमि अत्र विशिष्ट कार्याणि खलु पुनः तदेव वदति किम् ओ अरुणा अरुणा भगिनी वदति अग्रे अस्तु अस्तु धन्यवादः. पठामि ध्येयं यद् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपि षण् ष तथापि सर्वतत्रयोः कार्यं समानं नास्ति भेदाः नास्ति भेदाः सन्ति यतोहि षण् य हलादिः अपि प्रत्ययः ष अवशिष्यते अजादि अपि प्रत्ययः हलादि अजादिभेदात् कार्ये भेदाः सन्ति परन्तु उपरितननियमत्रयं सार्वत्रिकं नाम कित् नित् प्रत्ययः परे अशित् चेत् एषां त्रयाणां कार्यं भवेत्येव येषु त्रिषु नियमेषु गुणः निषेधः न लोपः सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः. अहं न जानामि यत्र अत्र तु श इति प्रत्ययः कित् किम् अस्ति अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति अतः निद्वत् अस्ति इति कृत्वा त्रयः नियमाः सन्ति. तर्हि ये त्रयः नियमाः ये पुष्पमहोदयेन पठिताः ते तु महोदयया पठिताः ते तु सार्वत्रिकमस्ति इत्युक्ते यत्र यत्र कित् नित् प्रत्ययः परे अस्ति चेत् त्रीणि कार्याणि सम्भवन्ति. एकमस्ति गुणः निषेधः भवति. अनन्तरं द्वितीयकार्यम् अस्ति अनिदितां हल उपदाय निति इत्यनेन उपदा विहितस्य नकारस्य लोपः भवति. अनन्तरं सम्प्रसारणकार्यम् इति कार्यत्रयं सार्वत्रिकम् इत्युक्ते सर्वत्र भवति. यत्र यत्र कित् नित् प्रत्ययः परे अस्ति चेत् त्रीणि कार्याणि निश्चयेन सम्भवन्ति इति. प्रत्यय हलादि अजादि अपि भेदः नास्ति, त्रीणि कार्याणि कुत्रचित् अपि अजादि हलादि इति सूत्रेण उक्तं खलु, केवलं केवलं निति इति एव अनुवृत्तिः अस्ति इति कृत्वा कित् नित् प्रत्ययः अस्ति चेत् सर्वत्र भवति, किन्तु अन्यत्र हलादि अजादि भेदेन कार्यं भेदः, यद्यपि कार्ये कित् नित् इति प्रसङ्गः अस्ति परन्तु हलादिपरे अथवा अजादिपरे हल् इति कुत्रचित् उक्तं, यथा प्रत्ययः हलादि कित् नित् चेत् हलिचा इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपादायां स्थितः एकवर्णः दीर्घो भवति, दिवादिगणेशन् हलादि अतः इदं कार्यं भवति, जृ योगः या जिर् योगः या जीर् योगः या जीर्यति इति रूपं, तुदादोष अजादि हि अतः न भवति, हलादिसूत्रनाम भवति, अन्यत्र प्रत्ययः अजादि कित् नित् चेत् एव भवति, यथा अचिष्णुधातु भ्रुवां योर् नियङ्वाङ्गौ इति सूत्रेण कितिमिति अचिपरे इकारान्त उकारान्तधातुरूपि अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति, उदाहरणं रि योगः आ योगः ति, रकार योगः इय योगः आ योगः ति इयति, दिवादौ शन् हलादि अतः इदं कार्यं न सम्भवति इति उच्यते, तदा हलादि कित् निति प्रत्ययपरे हलिजसूत्रेण रेफान्त वकारान्तानां धातूनाम् उपदायम् इकः दीर्घः भवति, अजादि तुदादिगणे शक विकरणप्रत्ययशकारः अजादिः अतः हलादि हलिजान्न कार्यं न कार्यं करोति, अन्यत्र प्रत्यय अजादि खित् इति चेत् एव धातु अचि धातु भ्रुवां योर्यङ्गौ सूत्रेण दिवादि तुदादिगणे किति इति प्रत्ययः परन्तु इकारस्थाने उकारस्थाने क्रमशः इयङ् उवङ् आदेशः भवति, तुदादिगणस्य तु अजादि अस्ति इति कृत्वा इदं कार्यं निश्चयेन भवति, न भवति खलु, न सम्भवति अजादि अस्ति, दिवादौ न भवति किन्तु तुदादौ भवति, तुदादौ भवति दिवादौ न भवति, अधुना विषयः तु तुदादिगणः इति प्रवर्तमानः अस्ति खलु, हलिच इति तु केवलं हलिपरे इति एव अस्ति, हलिपरे अस्ति इति कृत्वा तत्तु दिवादौ भवति किन्तु तुदादौ न, अचिष्णु अचिष्णु विपरीतरीत्या अचिष्णुधातु भ्रुवाङ् युवर्वङ्गौ इति सूत्रं सुदादौ सम्भवति किन्तु दिवादौ न सम्भवति इति, तर्हि त्रयः नियमाः सन्ति यत् सार्वत्रिकं वर्तन्ते, अनन्तरं केचन सूत्राणि सन्ति यदा उदाहरणार्थं हलिच इति सूत्रं केवलं हलिप्रत्यये परे इति एव सम्भवति, तुदादौ तस्य कार्यं नास्ति, अचिष्णुधातुप्रभावङ्गौ इति सूत्रं तु अजादौ एव अजादिप्रत्यये परे कार्यं सम्भवति, तर्हि तुदादौ तु प्रसक्तिः अस्ति प्राप्तिः अस्ति इति वा द्रष्टव्यं, तत्तु कार्यं दृष्ट्वा एव वक्तुं शक्यते, धन्यवादः भगिनि, धन्यवादः शैलजा भगिनी, पठितुं शक्नोति किं भगिनी अधुना? न भगिनी, अहं श्रोतुमेव इच्छामि, अहं पूर्वतनपाठान् सर्वान् न पठितवती, नास्ति चिन्ता, भवती केवलं पठतु तावदेव, वयं तु सहायं कुर्मः, नो चेत् मणिमहोदय माम् इन्पत्ररूपेण प्रेषितवान्, भगिनी भगिनी आदौ लज्जा सर्वेषामपि किञ्चित् लज्जा भवति, तद् मास्तु भगिनी निश्चयेन तानपि पठितुं प्रेरयतु इति भगिनी पृथक्तया ई पत्रं लिखितवान्, भगिनी पठतु भगिनी कृपया, शैलजा भगिनी. आयोजनविधिः, आयोजनविधिः आहत्य यथा सामान्यं शत्रुप्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयं. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. शत्रुप्रत्ययः निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं. तुदादिगणे उपर्युक्तानि श निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानं, द्वितीयसोपाने अङ्गम् अदन्तम्, अतः अङ्गकार्यं गुणकार्यं नास्ति. वर्णनिमित्तकं कार्यम् अस्ति यथा सामान्यम् अतो गुणे इत्यनेन. धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम्. अजन्तधातवः अन्त्यक्रमेण आयोजिताः. हलन्तधातवः उपधाक्रमेण विभक्ताः. अजन्तधातवः अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ऋकारान्ताः, एजन्ताः च. हलन्तधातवः अदुपदाः, इदुपदाः, उदुपदाः, ऋदुपदाः, शेषधातवः चेति. तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुधादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते. तदा विशेषधातूनां कार्याणि सूच्यन्ते. वदति किं भगिनि स्वस्य वाक्ये? न भगिनि, अन्ये एव किम् अन्यः वक्तुम् इच्छति किम्? अहमप्रिया भगिनी प्रतिपादयति किम्? भवती अस्तु भगिनि. अत्र आयोजनविधिः कथं भवति तुदादिगणे इति दत्तमस्ति. तत्र यदा वयं पूर्वं दृष्टवन्तः तत्र क्षत्रुप्रत्यये अपि सोपानद्वयम् अस्ति, विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं प्रथमम्, अनन्तरं धातु विकर्णप्रत्ययोः मेलनम्, अनन्तरं शत्रुप्रत्ययनिमित्तिक अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनम् इति द्वितीयसोपानम्. तत्र श इति अस्माकं विकर्णप्रत्ययः अस्ति, तस्य श प्रत्ययनिमित्तिक अङ्गकार्याणि अस्ति चेत् तदेव प्रथमसोपाने भवति. अनन्तरं द्वितीयसोपाने यदा वयम् अङ्गम् अदन्तम् अङ्गम् इदानीम् अस्माकम् अदन्तम् अङ्गं साधयामः, तत्र तु अङ्गकार्ये तु गुणकार्यं नास्ति. किमर्थम् इत्युक्ते अङ्गं तु अदन्तमस्ति, इगन्तं नास्ति, अतः तत्र गुणकार्यं नास्ति. वर्णनिमित्तिकं कार्यम् अस्ति चेत् इत्युक्ते सन्धिकार्यम् अस्ति चेत् यथा सामान्यं तद्भवति अतो गुणे इति सूत्रेण, यत् वयं पूर्वं दृष्टवन्तः पूर्वपरयोः स्थाने एकादेशः भवति इति. अनन्तरं धातवः यदा वयं तिङन्तप्रक्रियायां दृष्टवन्तः अत्रापि चतुर्दशविधः सन्ति. तत्र अजन्तदातवः अजन्तदातवः अलन्तदातवः इति विभागद्वयम्. अजन्तदातवः इत्युक्ते अकारान्त, आकारान्त, ईकारान्त आदिः. अनन्तरं हलन्तदातवः अदुपदः, इदुपदः आदिः इति विभजनद्वयं. तावदेव किल अङ्गकार्यं. तुधादौ तु सामान्यदातवः अस्ति चेत् तत्र किमपि अङ्गकार्यं नास्ति. किमर्थम् इत्युक्ते तत्र अजादि, क्षम्यताम्, अजन्तदातवः सन्ति, अत्र अङ्गकार्यं किमपि नास्ति. विशेषधातुः अस्ति चेत् तत्र कार्याणि भवन्ति. अग्रे पठतु भगिनि. आम्, तुदादिगणः सप्तपञ्चाशदधिक एकशतं दातवः, सामान्यदातवः 114 चतुर्दश अधिक एकशतं दातवः. येषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनं. लघु इगुपददातवः चेत् पुगन्तलघुपदस्य च इति गुण इत्यनेन गुणः, तदा सार्वधातुकमपि ङिति च इत्याभ्यां गुणनिषेधः. प्रथमं तु सामान्यदातवः इति क्रमे अधुपददातवः, चत्वारः दातवः, त्वच् त्वच् इति धातुः, ष इति विकरणप्रत्ययः रुदादिभ्यः षः इति सूत्रेण अनुबन्धलोपानन्तरम् आ एव अवशिष्यते. त्वच त्वच योगः इदानीम् अस्माकं शत्रुप्रत्ययः, योजनेन तस्य अनुबन्धलोपानन्तरम् अत् एव अवशिष्यते. त्वच योगः अत् इदानीम् अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने एकादेशः, अतः त्वचत् इति प्रातिपदिकं निर्माणम्. अनन्तरं लज् इति धातुः, समानकार्यं लजत् इति प्रातिपदिकं, खड् इति धातुः खडत्, चल् इति धातुः चलत् इति रूप प्रातिपदिकनिर्माणं भवति शत्रन्तप्रातिपदिकम्. इदुपददातवः त्रिविंशत् दातवः, त्रयोविंशत् वा भगिनि, त्रयोविंशतिः दातवः, लिक् योगः श लिख इति अङ्गम्. अनन्तरं शत्रुप्रत्यययोजनेन लिख योगः अतो गुणे पूर्वपरयोः एकः पररूपादेशः लिखत्. उदुपददातवः पञ्चपञ्चाशत् दातवः, तुद्योगः श तुद् तुध, अनन्तरं यदा शत्रुप्रत्ययः योजयामः तत्रापि अतो गुणे इत्यस्य सूत्रस्य प्रसक्तिः कार्यमपि, पूर्वपरयोः स्थाने एकः पररूपादेशः तुदक् इति प्रातिपदिकम्. एकमेव अस्ति किल ऋदुपददातवः एकविंशतिदातवः, तत्र सृज् योगः श सृजत् इति अतो गुणे इति सूत्रस्य कार्यं सृजत् इति रूपम्. शेषदातवः दशदातवः, चर्च् योगः श चर्च चर्च् योगः शत्रु, अनन्तरं यदा अनुबन्धलोपानन्तरम् अत् अतो गुणे चर्चत् इति प्रातिपदिकनिर्माणम्. अत्र सर्वत्र सामान्यदातः कार्यं किमपि नास्ति, केवलम् अतो गुणे इत्यनेन मेलनं. धन्यवादः भगिनि. सरला भगिनि विशेषदातः. भगिनी, तस्य पूर्वम् एकः प्रश्नः अस्ति, यत् सार्वधातुकम् अपि ङिति च निषेधसूत्रं केवलं निषेधसूत्रं भवति रैट्? पुगन्तलघुपद्यस्य यथा बलाबलम् सार्वधातुकम् अपि इति अतिदेशसूत्रमस्ति, ङिति चेति निषेधकसूत्रमस्ति. सो यदि बलाबलस्य चिन्तनं कुर्मः पुगन्तलघुपद्यस्य च इति नास्ति तत्र बलाबलं चिन्तनम्, अस्तु तद् अनिति च इति पुगन्तलघुपदस्य चेति गुणः भवति स्म, किन्तु तत् कार्यं निषेधयति. किमर्थम् इत्युक्ते सार्वधातुकम् अपि इत्यनेन किं भवति, अतिदेशसूत्रमस्ति खलु, गुणस्य परिवर्तनं भवति, तर्हि पुगन्तलघुपदस्य च इत्यस्य निरवकाश निति च इति नो चेत् निरवकाशः न भवति, किन्तु गुणस्य परिवर्तनं भवति खलु, तर्हि अग्रे तु निति च इत्येव कार्यं भवति. अत्र बलाबलस्य चिन्तनं न आगच्छति, साधु केवलं निषेध इति सार्वधातुकम् अपि इति कार्यद्वयस्य बल किं बलवत् इति द्रष्टव्यं खलु, तदा तु पुगन्तल् बलाबलस्य चिन्तने पुगन्तलघुपद चिन्तनीयं, तर्हि पुगन्तलघुपदस्य च इति कार्यं करोति चेत् सार्वधातुकम् अपि इति पुनः अपि तस्य प्रसक्तिः अस्ति, प्राप्तिः अपि भवति खलु, केवलं तत्तु अतिदेशसूत्रमस्ति. यद्यपि यत्किमपि भवतु तत्तु प्रवर्तते एव, किन्तु यदि सार्वधातुकम् अपि इति प्रवर्तते चेत् पुगन्तलघुपदस्य चेत्स्य कार्यं न भवति, तर्हि सार्वधातुकम् अपि नित्यसूत्रम् इति वक्तुं शक्यते खलु. ओ, नित्यसूत्रं भवति, आम्, तर्हि तद् आदौ भवति. तदनन्तरं पुनः पश्यामः चेत् अधुना तु यत्र भवति तदनन्तरं तु पुगन्तलघुपदस्य चेत् तस्य कार्यं न भवति निति च इति सूत्रेण. अस्तु, किं मन्ये अपि अतो गुणे यदि अन्य सर्वानन्दीर्घसन्धि यत्र अस्ति किं सूत्रमस्ति तत् आमां तत्र किं बलाबलचिन्तनं भवति तत्र अकः सवर्णे दीर्घः केवलं वर्णनिमित्तिकं कार्यम् अस्ति खलु अत्र तु अतो गुणे इति वर्णनिमित्तिकं कार्यं तु सर्वत्र तस्य प्रवर्तनं भवति एतत् तु तस्य अपवादः अस्ति खलु अतो गुणे इति अस्तु अपवादः साधु अस्तु इदानीं मृदुपदधातवः ऋजुपदधातव एकविंशति धातव अस्ति सृज् अन्यत् अन्यं मतम् अस्ति किम् अत्र चिन्तनं किमपि अन्यत् महोदय लिखितवान् पुनः पठामि प्रथम यदि वयं शत्रुप्रत्यन्तनिर्माणं कृतवन्तः तत्र तस्मिन् अस्ति इति अतो गुणे इत्यस्य अस्ति किम् अहं चिन्तयामि महोदय लिखितवान् अहं पुनः पश्यामि तस्य शेषधातु न ऋजुपद रामप्रिया भगिनी कृतवती सा तु आं भगिनि बि इति आरभ्य शेषधातव दशधातव चच् योगश चच् योगशत्रु चच् अतो गुणे इत्यनेन पूर्वपरयोः एकपररूप आदेशः भवति दशधातव अस्ति चर्च् इति अपि हलन्तधातुः अस्ति संयुक्तपदं भवति तत्र अपि कोऽपि कार्यं न भवति केवलं वर्णमेलनं तदनन्तरं विक्रणप्रत्ययो अति अपि शत्रुप्रत्यय मेलने अतोगणे इति सूत्रेण पूर्वप्रयवस्थाने पररूप आदेशः भवति विशेषधातव चतुश्चत्वारधातव इगन्तधातवः षोडशधातव इगन्तधातव इक् प्रत्याहारस्य कश्चन सदस्य अन्ते येषां ते इक् प्रत्याहार नाम ए उ ऋ ल अतः अस्मिन् एक कारान्तधातव उकारान्तधातव ऋकारान्तधातव च अन्तर्भूता इगन्तधातव इक् प्रत्याहारे आगच्छति ए उ ऋ ल इति वर्णाः तेषां यदि कोऽपि अन्ते अस्ति धातोः अन्ते तद्भवति इगन्तधातव ते पुनः विभजनं भवति इकारान्त उकारान्त ऋकारान्तधातवः स्वर आधारेण इकारान्त उकारान्त ऋकारान्त इति अन्तर्भूताः सन्ति एतावन्ता अस्माभिः दृष्टं यत् भादिगणे शप् अतः सर्वत्र इगन्तधातोः गुण नि योग नि भू भो कृ कर् इति द्वादिगणेष्यन् अपि अथ गुणनिषेध तत्र गुणा अभावे विशिष्टकार्याणि वर्तन्ते तु द्वादिगणे अपि तथा इदानीं यदि भ्वादिगणे इगन्तधातवः सन्ति यथा उदाहरणमस्ति नि या भू वा कृ तत्र शप् प्रत्यय आगच्छति तत्र शप् पित् अपि अस्ति सार्वधातुक अर्धधातुकयोः अनेन गुणकार्यं भवति सो नि इकारान्तधातुः अस्ति तत् गुणभूत्वा ने भवति भू ऊकारान्तधातु गुणभूत्वा भो कृ ऋकारान्तधातु गुणभूत्वा कर् इति आदेशः भवति किन्तु भ्वादिगणे द्वादिगणे अपि त्रिदादिगणे श्यन् वा श्य इति विकरणप्रत्यय केवलं षित्ति अपित्वात् गुणनिषेधः भवति यथा वयं पूर्वं दृष्टवन्तः श इति विकरणप्रत्ययः अयं श प्रत्ययः सार्वधातुक तिंशित् सार्वधातुकम् अपित् पकार इत्यस्य न ङित्व ङिच्च अजादि अच् आदौ यस्य स च अतः संक्षेपे अजादि अपित् इति वदेमः यथा पूर्वं वयं दृष्टवन्तः शविकर्णप्रत्यदादिभ्यश इति षित् अस्ति तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं भवति पुनः सार्वधातुकम् अपित् संज्ञा प्राप्नोति अपित् भूत्वा ङिति च गुणनिषेधः भवति इदानीं श प्रत्ययः अनुबन्धलोपानन्तरम् अवशिष्यते इदानीं तस्य संज्ञा अजादि अप्यत् इति वयं वदामः. एतावता वयं दृष्टवन्तः यत् व्याकरणे इ ऊर् इत्येषां कार्यद्वयं सम्भवति. प्रथमं गुणादेश नाम इ ए उ ओ ऋ अर् इति. यण आदेश इको यणचि नाम इ य उ स्थाने व ऋ स्थाने ऋ इति भवति. वयं दृष्टवन्तः यत्र च इगन्तदातव अस्ति इगन्त वर्णम् आगच्छति तत्र गुणादेश यथा वयं सार्वधातुक अर्धधातुकया पुगन्तलघुपदस्य अन्येन इकारस्य स्थाने एकार उकारस्य स्थाने ओकार ऋकारस्य स्थाने अर् इति आदेशः भवति अदेङ्गुण इति सूत्रेण. यण् आदेश वर्णनिमित्तिकं यदि कार्यं भवति तत्र इको यणचि सूत्रेण इकारस्य स्थाने य यकार उकारस्य स्थाने वकार ऋत् इति स्थाने रेफा आगच्छति. अधुना इतोपि द्वे कार्ये सम्भवतः इति बोध्यम्. इयङ् उयङ् आदेशो इ स्थाने इय उ स्थाने उय चतुर्थमस्ति रिङ् इत्यादेश ऋत् स्थाने रि. कुत्र एतादृशो कार्ययो अवसरः प्राप्यते इति अतः पश्येम. तदादिगणे द्वे नूतनकार्यं वयं पश्यामः. एकम् अस्ति यदि इकारान्त धातो अस्ति तस्य स्थाने इयङ् आदेशः भवति इय अनुबन्धलोपानन्तरम् इ अवशिष्यते. उकारान्तधातु तत्र उवङ् आदेशः भवति अनुबन्धलोपान्तर् हल्यन्तनेन अङ्गकारस्य लोपः भवति उ इति अवशिष्यते. तथैव यदि ऋकारान्तधातु अस्ति तत्र रिङ् इत्यादेशः भवति पुनः अनुबन्धलोपान्तर् ऋ इति अवशिष्यते तत्र. सो अधोभागे इति उदाहरणानि आगच्छन्ति. पुष्पा भगिनि भगिनि पठति किं भगिनि? न श्रूयते भगिनि, अन्म्यूटेड् अस्ति इति पश्यामि किन्तु न शृणोमि. किमपि न श्रूयते भगिनि. अरुणा भगिनि पठति भगिनि. इकारान्तदातवः चतुर्थदातवः शा इति विकरणप्रत्ययः अजादि अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति. अचिष्णुधातु भ्रुवां यवो रिय युवाङ्गौ अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति. अजाद्यपित्ति प्रत्ययपरि क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः रि इति धातुः अयं रि धातुः यदि भव्यादिगणे भवादिगणे अभविष्यत् तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम. रि योगः शप् रि योगः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. रे योगः यचोयावयवः इत्यनेन अयादेशः. रया रया योगः शत्रु रयत् इति इदं केवलं चिन्तनार्थं. रि धातुः भवादौ नास्ति अतः इदं रूपं न सम्भवति. न अवगतम्. सुदादिगणे भवादिगणे अपि भवति न न न यदि तु तुलनार्थं केवलं चिन्तनार्थं महोदयेन स्थापितं. सामान्य अस्माकम् एतावत् पर्यन्तं वयं तु भुआदिगणीयधातुः एव दृष्टवन्तः खलु यत्र अजादिप्रत्ययः अस्ति अ इति आगच्छति, शप् प्रत्ययः तत्रापि अ इति अस्ति खलु, तत्र किं कार्यं भवति यदि भुवादिगणे चेत्? अत्र रि इति अस्ति, उदाहरणतः भू इति धातुः अस्ति, तर्हि प्रथमं तु सार्वधातुक अर्धधातुके इति न भो भवति, अनन्तरम् एचो वयवः इति न अव आदेशः भवति, तत् तर्हि भवति इति रूपं साधयामः। तथा एव रि धातुः अपि भुवादिगणे आसीत् चेत् सामान्यकार्यं भवति स्म, किन्तु तत्तु नास्ति, केवलं तुलनार्थं दत्तवान्। अग्रे उक्तमस्ति किन्तु तत्तु प्रथमं नास्ति यदि भुवादिगणे अस्ति चेत्। अस्माकं सामान्यचिन्तनं किमर्थम् इत्युक्ते भुवादिगणः इति सामान्य गणः अस्ति खलु, तत्र तु अधिकतया धातवः तु भुवादिगणे आपतन्ति, अनन्तरं शप् इति सामान्यविकरणप्रत्ययः अस्ति, किन्तु अधुना विशिष्टविकरणप्रत्ययः श इति अस्ति। द्वितीयपङ्क्त्यां तु अत्र तु बिन्दुः अस्ति, यत्र सामान्यकार्यम् अस्माकं वर्णनिमित्तं कार्यं यदि सम्भवति चेत् किं रूपं प्राप्नुमः इत्यपि दत्तमस्ति, केवलम् अवगमनार्थं। चिन्तनं कथम् अस्माकं भवति इति, तस्य प्रौढचिन्तनं, प्रथमं तु सरलचिन्तनं किं भवति इति, अनन्तरं तु साक्षात् किम् अत्र सम्भवति इति अग्रे उक्तमस्ति। द्वितीयः, यदि तुदादिगणे सामान्यचिन्तनं अकरिष्यामः, तर्हि रीधातोः शतरि किं रूपम् अभिवेशति इति चिन्तयेम। रीयोगः श, रीयोगः आर् अनुबन्धलोपात् अनन्तरम् इको एनर्जि इत्यनेन यण् सन्धे प्राप्तिः, योगः शत्रु यत् इदं केवलं चिन्तनार्थं, वास्तवे इको एनर्जि बाधितम् अस्ति, अतः इदं रूपं न सम्भवति। इर्यत् इति रूपं तत्तु नास्ति खलु, केवलं चिन्तनार्थं। एकः प्रश्नः, शतरी भगिनी न शृणोमि किञ्चित्, शतरी यत् दत्तमस्ति न द्वे परिच्छेदे, धातो शतरि किं रूपं भवति? शतरि मीन्स् अत्र शत्रुप्रत्ययपरे, शत्रु इत्यस्य सप्तमी विभक्ति शतरि इति भवति, पितरि उदाहरणार्थं, पितृ पितरि इति, तथा शतरि। अस्तु अस्तु, साधु, धन्यवादः। अस्तु भगिनी, तृतीयबिन्दुमपि, वस्तुस्थितिः का इति अग्रे पश्याम। रियोगः श, रियोगः अ, इको एनर्जि इत्यनेन यन् प्रसक्तिः बाधितं बलाबलेन सार्वधातुक आर्धधातुकः इत्यनेन गुणप्रसक्तिः, सारधातुकम् अपि इत्यनेन शप्रत्ययः निद्वत् निति च इत्यनेन गुणनिषेधः, श्रीयोगः शप्रत्ययः अजादि अपित्, अतः तस्मात् पूर्वं स्थितस्य इकारान्तधातोः इकारस्य यङ् आदेशः भवति। शविकरणप्रत्यय सारधातुकम् अपित् इत्यनेन नित् किति च सूत्रेण गुणनिषेधः भवति, केवलं इकारस्थाने इयङ् आदेशः भवति। किन्तु अस्माकं चिन्तनद्वयम् आसीत् यत् भुवादिगणे आसीत् चेत् गुणकार्यं भवति सार्वधातुक अर्धधातुके, तत्तु न भवति इति पश्यामः। अनन्तरम् इकोणस्य अपि न भवति, इकोणस्य न भवति वर्णनिमिति कार्यम्, अनन्तरं पुगन्तलघुपदस्य क्षम्यतां सार्वधातुक अर्धधातुकयोः इति तत् सूत्रमपि गुणकार्यमपि न भवति, किमर्थम् इत्युक्ते सार्वधातुकम् अपित् इति किम् अस्माकं अतिदेशसूत्रम् अस्ति, अनन्तरम् इति चेत् निषेधं भवति गुणकार्यं। तर्हि अग्रे किम् इति, इयङ् इति आदेशः भवति, सूत्रम् अग्रे विवृतम् अस्ति। पुष्प भगिनी पठितुं शक्नोति किं भगिनि अधुना? भगिनी अन्म्यूटेड् अस्ति भगिनी, किन्तु वयं न श्रोतुं शक्नुमः, बहिर्गत्वा आगच्छति किं पुष्प भगिनी? किञ्चित् बहिर्गत्वा काल् एण्ड् कृत्वा पुनः आगच्छति किम्? आगच्छतु भगिनि, न श्रूयते. अस्तु भगिनि, शैलजा भगिनी पठति. भगिनी सरला भगिनी पुनः, अत्रापि इको यणचि स्वालधातुकयो तत्र बलाबलचिन्तनं यदि वयं चिन्तनं कुर्मः तत्र किं भवति? इको यणचि इति वर्णनिमित्तं साम् आगच्छतु भगिनी, अधुना शृणुमः, श्रोतुं शक्नोमि. इको किम् इत्युक्ते इको एनचि इति 6177 अस्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रं किम् अस्ति सङ्ख्या? पुस्तकं नास्ति, सप्तम अध्यायस्य तृतीयपादे अस्ति. तर्हि अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयो इति परसूत्रम् इति कृत्वा बलवत् भवति. एकमस्ति, अन्यत् अस्ति वर्णादङ्गं बलीयः इति परिभाषा अपि अस्ति खलु, तदपि स्वीकृत्य वक्तुं शक्यते. किन्तु परसूत्रम् अस्ति इति कृत्वा सार्वधातुकार्धातुकयोः. पूर्वमपि महोदयेन एतद् दत्तमासीत्, इको एनचि सार्वधातुकार्धातुकयोः किमर्थं सार्वधातुकार्धातुकस्य कार्यमपि. अस्तु पुष्प भगिनी सूत्राणि पठति, विवर भगिनी पुनः गतवती. अस्तु शैलजा भगिनी, दातु ब्रुवान् योरिङ्ग् प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रं पठित्वा किञ्चित् प्रतिपादयतु भगिनि. विष्णु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपि अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् वङ् च आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं द्वयोः श्नु धातु ब्रुवाम् अङ्गानां इयङ् वङ्गौ अचि. अत्र श्नु धातु युवो प्रत्यये परे तत्तु या एकार तथा नास्ति प्रत्ययपरे इति नास्ति. अहं वदामि किम्, एकनिमिषम् आदेशप्रति अजादिप्रत्ययपरे अजादिप्रत्ययपरे कथं जानीमः अत्र अचि इति अस्ति खलु, अचि इति सप्तमी विभक्ति अस्ति, तर्हि अचि प्रत्ययपरे अजादिप्रत्ययपरे कार्यमिति. अजादिप्रत्ययपरे श्नु धातु अस्ति चेत् भू अत्र अत्र त्रयः भागाः सन्ति यत्र षष्टिविभक्तिः अस्ति इत्युक्ते स्थानि अस्ति, स्थानि सन्ति, स्थानि स्थानयः इति वक्तव्यं किं, श्नु धातु योः धातुः दातवः, योः दातवः, अनन्तरं श्नु अङ्गम्, अनन्तरं ब्रुवाम् इत्यपि अस्ति, ब्रू धातु प्रातिपदिकं. अत्र किम् इत्युक्ते श्नु इति प्रातिपदिकम् अस्ति, तर्हि प्रत्ययग्रहणे तदन्ताः ग्राह्यः इत्यनेन यत्र यत्र श्नु अङ्गम् अस्ति तस्य सर्वेषां तेषां सर्वेषां तादृश अङ्गानां सर्वेषामपि ग्रहणं भवति. अग्रे स्वादिगणे पश्यामः पुनः. अनन्तरं भ्रू प्रातिपदिकस्य कृते अपि अस्य सूत्रस्य कार्यं भवति. अनन्तरं धातु इति विशिष्टम् अस्ति, धातु इति अस्य अत्र तु धातु इति भागः पश्यामः चेत् वयं तु तस्य तु विशेषणं वर्तते योः इति अस्ति, योः धातु इति मिलित्वा पठामः. तर्हि योः धातु इत्युक्ते इकारान्त उकारान्त धातोः इति, इव उव अन्ते अस्ति चेत् तादृशधातोः इकारान्त स्थानम् उकारान्तानां स्थाने इयङादेशः उवङ्गादेशः भवति अचि भवति अचि प्रत्यये परे इति. अग्रिमसूत्रमपि अनेकाश्चित् सर्वस्य आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्यवर्णस्य, यस्य स्थाने आदेशः आदिष्टः सः स्थाने. अस्तु, अन्वर्थसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने आदेशः अथवा चेत् त्वमपि निर्देशनं करोतु भगिनि. अस्तु भगिनि, अत्र किम् इत्युक्ते सूत्रत्रयं वर्तते, युगलं किमस्ति ग्रूप् कर्तुं शक्नुमः, गण एकं गणे एकं गणम् इति वक्तुं शक्यते. किमित्युक्ते प्रथममस्ति अलोन्तस्य इति सूत्रं, तत्तु सामान्यसूत्रमस्ति, परिभाषासूत्रमस्ति. अनेन किम् अस्ति, किमित्युक्ते एते सर्वे तु परिभाषासूत्राणि सन्ति. प्रथममस्ति अलोन्तस्य अनेकाल्षित् सर्वस्य निच्छ इति सूत्रत्रयमपि मिलित्वा स्मर्तव्यम् अस्माभिः, तर्हि स्मर्तव्यानि सूत्रत्रयम् अपि स्मर्तव्यं क्षम्यतां. तर्हि किमर्थं परिभाषासूत्रम् इत्युक्ते अन्यसूत्रस्य सहायं करोति खलु, तदेव परिभाषासूत्रम् अस्ति. अस्माकम् अधुना अस्माकं विधिसूत्रम् अस्ति अचिष्णुधातु ब्रुवान् युवर् युङ्गव् इति विधिसूत्रम् अस्ति. सूत्रं किं वदति, विधिसूत्रं किं वदति, कस्यपि स्थानिनः स्थाने किमपि आदेशः भवतु, लोपादेशः वा नो चेत् अन्यवर्णस्य वा वर्णसमूहस्य वा आदेशः भवतु इति विधिसूत्रं प्रतिपादयति. नो चेत् कदाचित् किं भवति, कस्यपि स्थानिनः आगमः अपि भवितुम् अर्हति. तर्हि यत्र वयम् आदेशः इति वदामः, लोपः वा आदेशः वा भवति, तर्हि कुत्र सम्भवति, पूर्णतया स्थानिनः आदेशः भवति किं, नो चेत् कस्य कुत्र, तर्हि वयं किम् इति स्मर्तुम्, अत्र तु युवोः धातोः इति अस्ति, इत्युक्ते युवोः धातोः इत्युक्ते पूर्णतया धातोः एव स्थाने इयङ् उवङ् आदेशः भवति किम् इति प्रश्नः अपि उदेति खलु. तर्हि तस्य निवारणार्थं सूत्रत्रयं वर्तते. प्रथमसूत्रम् अलोन्तस्य इति सूत्रं किं वदति, अन्त्यस्य यत्र आदेशः भवति, स्थानिनः स्थाने अन्यवर्णः आदेशरूपेण आयाति, लोपः वा आदेशः वा भवति, लोपः अपि आदेशः एव अस्ति, आदेशः भवति, तर्हि अलोन्तस्य सूत्रं वदति अन्तिमवर्णस्य स्थाने एव आदेशः भवतु इति सूत्रं प्रतिपादयति. किन्तु यत्र अन्यत् सूत्रमस्ति, द्वितीयसूत्रमस्ति अनेकाल्षित् सर्वस्य इति, यदि आदेशे अनेके वर्णाः अनेके वर्णाः सन्ति, नो चेत् षित् आदेशः षित् अस्ति चेत् आदेशे आदेशस्य षित् षकारः अस्ति, तस्य लोपः भवति खलु लशक्वत् तद्धिदे इति सूत्रेण. तर्हि आदेशे तु षित् अस्ति चेत् आदेशः षित् अस्ति चेत् पूर्णतया आदेशः भवतु इति सूत्रं वदति. अनन्तरं किम् अस्ति, निच्छ, तस्यापि अपवादसूत्रमस्ति निच्छ इति सूत्रं. तर्हि अनेकाल्षित् इति अन्वोन्तस्य वदति अन्तिमवर्णः इति, अनेकाल्षित् सर्वस्य इति वदति पूर्णतया आदेशः इति सूत्रं वदति. तर्हि अलोन्त्यस्य इत्यस्य अपवादः अनेकाल्षित् सर्वस्य. निच्च इति सूत्रं किं वदति, यत्र आदेशः भवति किन्तु आदेशः नित् अस्ति चेत् पुनः सूत्रं वदति अन्तिमवर्णस्य एव भवतु आदेशः पूर्णतया माव भवतु इति. पुनः यत् अलोन्तस्य इत्यस्य कार्यं यत् अस्ति तदेव पुनः प्रतिपादयति, किन्तु यत्र आदेशः नित् अस्ति चेत् इति. यद्यपि अनेकाल् अस्ति तथापि उदाहरणम् अत्र तु इयङ् उवङ् इति आदेशे तु आदेशः तु अनेके अल्वर्णाः सन्ति खलु. अत्र इकारः अस्ति यकारः अस्ति, वर्णद्वयम् अस्ति, एकः वर्णः इति नास्ति खलु, अनेके वर्णाः सन्ति. तर्हि पूर्णतया इयङ् उवङ् इति आदेशः पूर्णतया धातोः एव स्थाने भवितुम् अर्हति अनेकाल्षित् सर्वस्य इति सूत्रेण. किन्तु निच्च इति सूत्रं वदति यत्र नित् अस्ति, इयङ् इति नित् अस्ति खलु, उवङ् अपि नित् अस्ति, नित् अस्ति इति कृत्वा पूर्णतया मास्तु अन्तिमवर्णस्य एव आदेशः भवतु इति कृत्वा इकारस्य उकारस्य अन्तिम यत् वर्णः अस्ति तस्यैव स्थाने आदेशः भवति, इयङ् उवङ् आदेशः आगच्छति इति कृत्वा अग्रे अपि पठितुं शक्यते. प्रश्नः अस्ति किम्? पठतु भगिनि. त्वमेव वदतु. उक्तवती भगिनि, अतः अहम् उक्तवती. रि योगः आ, ऋ योगः इय, इय योगः आ, रिया योगः शत्रु, रिया अत् योगः अत्. अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः रियत् इति. तुदादिगणे चत्वारः इकारान्तधातवः रि पि धि क्षि, येषां सर्वेषां कार्यं रि यथावत्, अतः रियत् पियत् धियत् क्षियत्. अस्तु, धन्यवादः भगिनि. शैलजा भगिनी पठतु भगिनि. अस्तु भगिनि, अहं पठामि. न शृणुमः भगिनि. रामप्रिया भगिनी, सरला भगिनी, भवद्भिः श्रूयते किम्? न श्रूयते भगिनि, वयं न श्रोतुं शक्नुमः. शैलजा भगिनि, रामप्रिया भगिनी पठतु तर्हि भगिनि. उकारान्त ऊकारान्तदातवः षड् दातवः. ष इति विकरणप्रत्ययः अजादिः, अपित् इति उक्तं. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अतिष्णु धातुभ्रुवां युवोर्यङ् वङ्गौ, अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजादि अपिति प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः गु इति धातुः. अयं गु धातुः यदि भुआदिगणे अभविष्यत् तर्हि शत्री किं रूपम् अभविष्यत् इति चिन्तयेम. गु योगः शप्, इदानीं शप् इति विकर्णप्रत्ययः भुआदिगणी गणस्य विकर्णप्रत्ययः. गु योगः अ सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति स्म. गो योगः अ एचो यवायावः इत्यनेन अवादेशः भूत्वा गव, गवयोगः शत्र, गवत्. इदं केवलं चिन्तनार्थम्. अयं गु धातुः भुआदौ नास्ति, अतः इदं रूपं न सम्भवति. द्वितीयबिन्दुः अस्ति, यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि गु धातोः शतरी किं रूपम् अभविष्यत् इति चिन्तयेम. गु योगः श इति तुदादिभ्यः श इति विकर्णप्रत्ययः. गु योगः अ इको यणचि इति यण् सन्धिः प्राप्तिः. ग्व इति ग्व योगः शत्र, ग्वत् इति इदमपि केवलं चिन्तनार्थमेव. वास्तवे इको यणचि बाधितमस्ति, अतः इदं रूपं न सम्भवति. वस्तुस्थितिः किम् इत्युक्ते गु योगः श गु योगः अ इति इदानीम् इको यणचि इत्यनेन यण् प्राप्तिः, परन्तु तत्तु सामान्यसूत्रमस्ति. तद् प्रबाद्य सार्वधातुक अर्धधातुकयोः इति गुणप्राप्तिः तदपि बाधितमस्ति सार्वधातुकम् अपित् इति सूत्रेण. श इत्यनेन नित्वा निति च इत्यनेन गुणनिषेधः. गु योगः अ इति इदानीम् अस्माकं स्थितिः. श प्रत्ययः अजादि अपित् अस्ति. आम्, अतः उवङ् इति आदेशः अचिष्णु धातु ब्रुवां युवर्यङ् वङ्गौ इति सूत्रेण इत्यस्य तस्य सूत्रस्य अर्थः उपरि दत्तः. अत्र गु धातुः उकारान्तः, अतः उकारस्य स्थाने उवङ् आदेशः, न तु यङ् इति एव भेदः. यतः सूत्रं वक्ति यत् इकारान्तधातुः स्थाने यङ्, उकारान्तधातोः स्थाने उवङ् इति, तदा उवङ् आदेशः कस्य स्थाने इति चेत् पुनः अनेकाल्चित् सर्वस्य इत्यस्य अपवादः निच्च सूचयति यत् अन्त्यस्य एव आदेशः. तर्हि उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने. अस्तु, तत्र किं भवति इत्युक्ते गु योगः इदानीं तुदादिभ्यः श इति सूत्रेण श विकर्णप्रत्ययः अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रस्य कार्यं. गकारः योगः उव इति आदेशः, तत्तु उवङ्ग् इति ङित् अस्ति, अतः अनेकाल्षित् सर्वस्य इत्यस्य अपवादसूत्रं ङिच्च इति सूत्रेण, इति परिभाषासूत्रेण अन्त्यादेशः भवति. गकारः योगः उवङ्ग्, योगः अ इति अस्माकं विकर्णप्रत्ययः, गुव इति अङ्गं, गुव योगः इदानीं शत्रुप्रत्ययः योजयामः चेत् पुनः अतो गुणे इत्यनेन पूर्वपरयोः स्थाने पररूपादेशः गुवत् इति प्रातिपदिका प्रातिपदिकं निर्माणम्. तुदादिगणे षट् उकारान्तदातवः गु दृ कुङ् णु धूषु इति, एषां सर्वेषां कार्यं गु यथावत्, अतः गुवत् ध्रुवत् कुवमान ङित्, अतः आत्मनेपदी धातुः अस्तु. ओ नुवत् ध्रुवत् सुवत् अतः शाणच् प्रत्यय शाणच् तत्र शत्रु नास्ति. नुवत् ध्रुवत् सुवत् इति ओ तत् कुमारं विस्मृतवान् सहसः. धन्यवादः. अस्तु भगिनि, धन्यवादः भगिनि. सरला भगिनी, सामान्यमस्ति खलु इकारान्त उकारान्त केवलम् अशिष्णु धातु ब्राङ्ग् इत्येव कार्यमस्ति. ऋकारान्तदातव तुदादिगणे चत्वार ऋकारान्तदातव सन्ति, मृङ् प्रिङ् दृङ् ध्रिङ् च. इमे सर्वे ङित्, अतः अनुदात्त तङित् अनुदात्तङित् आत्मनेपदम् इत्यनेन आत्मनेपदिनः, तस्मात् शानच् एव भवति न तु शत्र. तथापि संक्षेपे शानजार्थं किं भवति इति पश्येम. शानच् अपि कर्तर्थे सम्भवति, तदाश्रित् तु अस्ति एव, अतः तस्य सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विहितः. तदादिगणे चत्वार ऋकारान्तधातव सन्ति, मृङ् प्रेङ् द्रेङ् ध्रेङ्, सर्वे ङित् अस्ति, कारणकि ङकार अन्ते अस्ति, तस्य हलन्ति अनेन लोप भवति. अनुदात्त तङित् तङित् आत्मनेपदी धातव सन्ति ते तदनन्त, अतः शानच् प्रत्यय आगच्छति न तु शत्र. शानच् अपि कर्तरि अर्थके अस्ति, तत् धातोः परे यदि सार्वधातुकम् अस्ति कर्तरि शप् आगत्य तत् तदनन्तरं शानच् अपि आगच्छति. शप् प्रभाद्य शविकरणप्रत्यय आयाति इति ज्ञातं, तस्मात् कारणात् अत्र रिङ् रिङ् शक् लिङ्गशु इति सूत्रं कार्यं करोति. अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति शप्रत्ययः परे अस्ति चेत्. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीय मृङ् इति धातु, इदानीं धातु विकरणप्रत्ययोः तयोः मध्ये किं कार्यं भवति यदि ऋकारान्तधातु अस्ति. ऋकारान्तधातु भूत्वा शत् इति तुदादिगणे कर्तरि शप् प्रत्ययनेन प्रभाद्य तुदादिभ्यश प्रत्यय आगच्छति, सत् शत् इति सार्वधातुक अपि भूत्वा गिति गिति कार्यं करोति. तदनन्तरं तस्य गुणनिषेधः भवति यदा मृे अस्ति. यदा वयं पूर्वं दृष्टवन्तः मृे यदि भुवादिगणे भवति तस्य गुणकार्यं भवति, किन्तु शत् अस्ति शित् अपित् अस्ति गुणकार्यं निषेधः भवति. इदानीं विशेष अपवादेन विशेषकार्यं भवति रिङ् शयद्लिङ्क्षु इति सूत्रेण. अयं मृङ् धातु यदि भ्वादिगणे अभविष्यत् तर्हि शानच् किं रूपम् अभविष्यत् इति चिन्तयेम. इदानीं साधारणप्रक्रिया यथा वयं पूर्वं दृष्टवन्तः, यदि वयं मृङ् धातु भ्वादिगणे भवेत् किं क्रिया भवति, मृयोग शप् योग मृयोग अ सार्वधातुक आर्धधातुकयोः इत्यनेन गुण मर् योग अ मर शानच् अनुबन्धलोपे मरयोग आने मुक् इत्यनेन आने परे अदन्त अङ्गस्य मुक् आगमो भवति मर् मान मरमान इदं केवलं चिन्तनार्थं किल् किल अयं मृङ् धातोः भ्वादो नास्ति अतः इदं रूपं न सम्भवति. यदि मृ इति भ्वादिगणे यदि वयं चिन्तयामः तत् किं भवति मृयोगस्य शप् अनुबन्धलोपानन्तरम् अवशिष्यते सार्वधातुक आर्धधातुकयो गुणकार्यं भवति ऋकारान्तस्थाने अर् आदेशः भवति ऋकारान्तस्थाने गुणं भूत्वा मृ इति भवति तत्र मृस्थाने रेफा आगच्छति अर् आदेशः सो मर् इति भवति मर् योग अ मर शानच् इति अनुबन्धालोपानन्तरम् आन् भवति आने मुक् इति सूत्रेण अदन्त अङ्गस्य मुक् आगमो भवति सो मुक् आगमो कित् अस्ति आदन्ततपितौ इति सूत्रेण प्रत्यय आदौ आगच्छति सो मर् योग मर् म योग आन मर् मान इति भवति. किन्तु एतत् केवलम् ऊहा अस्ति द्वादिगणे किं भवति किन्तु वयं जानीमः वस्तुतः मृ इति तुदादिगणीयधातुः अस्ति न तु भवादिगणे. यदि तुदादिगणे सामान्यचिह्नम् अकरिष्यामः तर्हि मृङ् धातो शानच् किं रूपम् अभवत् इति चिन्तयेम. मृयोगस्य योग मृ योग इको यणचि इत्यनेन यणसन्धे प्राप्ति मृ मृ योग शानच् अनुबन्धलोपान्तर् मृ योग आन आने मुक् इत्यनेन आने परे अदन्तस्य मुक् आगमो भवति मृ मान इदं केवलं चिन्तनार्थं वास्तवे इको यणचि बाधितम् अस्ति अतः इदं रूपं न भवति. पुनः यदि वर्णनिमित्तिकं वयं कार्यं चिन्तयामः तत् किं भवति इको यणचि इति सूत्रं कार्यं करोति मृयोगस्य अ भवति मृयोग तो इदानीम् इको यणचि सूत्रे ऋकारस्य स्थाने रेफा आगच्छति सो मृ भवति मृयोग शानच् पुनः आन् मुक् आगमो भवति आद्यन्तटकतो इत्यनेन आन् इत्यस्य पूर्वम् आगच्छति सो म्रमान इति भवति. किन्तु वयं जानीमः एतत् कार्यं न भवति सम्भवति वस्तुतः किं भवति अधो आगच्छति इको यरचि प्रभाद्य सार्वधातुक अर्धधातुकयो इति सूत्रं कार्यं करोति मृयोगस्य मृयोग इको यरचि इत्यस्य प्राप्तिः तत् प्रभाद्य सार्वधातुकयो इत्यनेन गुणप्राप्ति. इदानीं सार्वधातुक्यो इति विप्रतिषेधे परं कार्यं तस्य बलेन कार्यं करोति साधु भगिनि इत्यनेन गुणप्राप्ति सार्वधातुकम् अप्यत् इत्यनेन अपित्वात् ङित्वा ङिति च इत्यनेन ङित्वात् गुणनिषेध रिङ्क्षयङ् विङ्क्षु इत्यनेन श प्रत्यय परे ऋकारान्त अङ्गस्य रिङ् आदेश मृ धातो पूर्णतया स्थाने ऋ ङिच् इत्यनेन आदेश ङित् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेश सो मकार योग रे योग अ मृ योग अ इको यणचि इत्यनेन यणसन्धे प्राप्ति श प्रत्ययस्य अजादि अपि अतः यण् सन्ति प्रभाते अचि श्नु धातु भ्रुवां युवो युङ्वङौ इत्यनेन इयङ् आदेश ङित् अतः ङिच्च इत्यनेन अन्तस्य एव आदेश इकारस्य स्थाने इ आदेश मृ योग इय रोग अमृय इति मृययोग शानच् अनुबन्धलोपानन्तरं मृययोग आन आने मुक् इत्यनेन परे यदन्त अङ्गस्य मुक् आगम मृययोग मान वर्णमेलने रत्वे म्रियमाण इति भवति. इदानीं मृषयोग मृयोगस्य योग सो मृयोग इको यणचि इत्यस्य प्राप्तिः अस्ति अनु एका किं भवति अन्यत्र अन्यर्थः लब्धावकाशे विप्रतिषेधे परं कार्यम् इति सूत्रेण सार्वधातुकार्धधातुकयो इति सूत्रस्य बलवत् भवति तो तस्य कार्यं भवितुं शक्नोति किन्तु तत् प्रभाद्य सार्वधातुकम् अपि कार्यं करोति गिति च गुणनिषेधः भवति. इदानीं विशेषसूत्रम् अपवादेन लिङ् शेल् लिङ्क्षु इति सूत्रस्य कार्यं भवति शप् प्रत्यये परे रिङ्ग् रिकारस्य स्थाने रिङ्ग् आदेशः भवति किन्तु अनेकाल् इच्छि अनेकाल् स्थाने किमस्ति तत् परिभाषा अनेकाल् अनेकाल्चित् सर्वस्य अनेकाल्चित् सर्वस्य स्थाने तस्य प्रभाद्यङिच् तस्य प्रभाद्यङिच् इति केवलम् अन्तरिकारस्य स्थाने रिङ् आदेशः भवति. अनुबद्धलोपानन्तरं हृदि अवशिष्यते सो मकारयोग रि आगच्छ भवति योग अयोग सो मृयोग अ. इदानीं पुनः एको यनचि प्रभाद्य यदा वयं पूर्वं दृष्टवन्तः अचि श्नु धातु भ्रुवं युवो युवङो इति कार्यं करोति कारणकि ई अन्ते अस्ति. इदानीं मृ अपि धातुसंज्ञा अस्ति तद् अतः अचिष्णु धातु भ्रुवो युवो युवङो इत्यस्य कार्यं भवति सो इकारस्य स्थाने इयङ् आदेशः भवति सो यद् मृयोग इय इति भवति मृयोग इययोग अ सो म्रिय योग पुनः शान् इति अनुबन्धलोपानन्तर शान प्रत्ययस्य आन् आगच्छति आनिमुक् इत्यनेन मकार प्रत्ययस्य पूर्वम् आगच्छति म्रियमान अद् म्रियमान इति अस्ति तस्य नकारस्य णत्वं भवति अट्कुप् वाङ् व्याले अपि इति सूत्रेण सो म्रियमान इति भवति सूत्रं रिङ् अग्रे प्रायः अरुणा भगिनी पठति किं भगिनि ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति शाप्रत्यये यक् प्रत्यये यकारादि आदुधातुक लिङ् च परे इ असर्वधातुके च लिङ् विशेषणम् येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अप तु ऋकारान्तस्य अङ्गस्य स्मरति खलु यदि यक् प्रत्यये परे इत्युक्ते अत्र अस्माकं किमस्ति अस्माकं कर्मणि प्रयोगे भावे प्रयोगे तु वयं कृधातुः यत्र करोति इति अस्ति तत्तु कृधातुः क्रियते इति भवति तदा समानकार्यमस्ति ताम् अनेनैव सूत्रेण शप्रत्यये परे यक् प्रत्यये परे तत्र तु कर्मणि तु यक् प्रत्ययः अस्ति तर्हि यक् प्रत्यये परे अपि कृधातोः क्रि इति भवति तथा एव अत्रापि शप्रत्यये परे अपि ऋकारान्तधातोः ऋषाने रिङ् रि इति आदेश आं भगिनि रिङ् नितः अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाश्चित् सर्वस्य तत् प्रभाद्य निच्च इति सूत्रेण आदेशः नित् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्तस्य एव स्थाने आदेशः भवति यस्मिन् विधिः तदन्त अवल्ग्रहणे तदावल्ग्रहणेन इति परिभाष्य ई नाम यकारादौ यस्य आदेशः आदौ यकारः तस्मिन् परे सश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वस्य लिङ्गः तेषु षलिङ्गच्च लिङ् छुः छु लिङ् प्रथमान्तरं षलिङ् छुः सप्तम्यान्तं द्विपदमिदं सूत्रम् अयं ईनिति इत्यस्मात् ई अकृत् सार्वधातुकयोः दीर्घः इति अस्मात् असर्वधातुके रिङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः आङ्गमस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इ असर्वधातुके श लिङ् चु ऋतः अङ्गस्य रिङ् इ अर्थः किम् अस्माकं तु कार्यम् अत्र किम् इत्युक्ते अस्माकं षप्रत्यय श इति अस्ति खलु षप्रत्ययपरे इति षप्रत्ययपरे कार्यं भवति इति शयं लिक्षु इति सप्तमी विभक्तिः अस्ति यथा गणेषु रामेषु इति अस्ति तथा एव शयं लिक्षु इति तर्हि षप्रत्ययपरे ऋकारान्ताङ्गस्य ऋतः अङ्गस्य ऋङ् इति आदेशः इति अस्माकं विषयः गतसप्ताहे महोदय यावत् कियत् पर्यन्तं पठितवन्तः धातु दीर्घ अपि कृतवन्तः समाप्तं किम् अस्तु भगिनि धन्यवादः अग्रे भगिनी अत्र एकः प्रश्नः उदेति तत् पठति किं सूत्रम् अन्यत् सर्वं जानीमः खलु पूर्वमेव दृष्टवन्तः तत्तु जानीमः खलु सुपरिचितसूत्रम् अस्ति अत्र एकः प्रश्नः उदेति इति अत्र एकः प्रश्नः उदेति यदा रिङ् आदेशः विहितः तदा ग्रि मृ इति रूपम् अस्यां स्थित्यां धातुसंज्ञा नास्ति किल तर्हि अचिष्णुधातु ब्रुवां यवो रियवाङ्गौ इत्यस्य प्रसक्तिः कथम् अहं न जानामि आदेशस्य योजनेन आगमस्य योजनेन च धातुः एव तिष्ठति स्वस्य धातुसंज्ञा तिष्ठति मृ इत्यस्य विकारेण मृ तदानीं धातुः तस्य धातुसंज्ञा तदानीम् अस्ति यतः रि इति आदेशः अनन्तरं यङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते मृ स्थाने मृय अथमपि धातुः परन्तु एकवारं यदा विकरणे प्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति मृय योगः आ शा इति विकरणप्रत्ययः तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिया इति अधुना धातुः नास्ति अहं न जानामि अस्यां दशायां धातुसंज्ञा तिष्ठति अधुना अङ्गसंज्ञा एव वर्तते इति किम् इत्युक्ते एका परिभाषा अस्ति एकदेशविकृतम् अनन्यवत् इति इत्युक्ते सारांशः अस्ति अस्य परिभाषायाः सारांशः अस्ति यदि कुक्कुरस्य पुच्छः कर्तितः भवति चेत् कुक्कुरः तु कुक्कुरः एव खलु कुक्कुरः अस्ति खलु शुनकः पुच्छः अस्ति शुनकस्य तत्तु कर्तितः भवति चेत् यदि भङ्गः तत्तु भिन्नं भवति चेत् पुनः तदपि यदि पुच्छं विनापि कुक्कुरः शुनकः एव खलु यदि तथा एव यद्यपि अत्र परिवर्तनानि सम्भवन्ति धातोः आदेशः वा आगमः वा लोपः भवति यावत्पर्यन्तं प्रत्ययेन सह मेलनं न भवति तावत्पर्यन्तं तत्तु धातुः एव तिष्ठति संज्ञा तु तिष्ठति एव इति केवलम् एकदेशविकृतम् इत्युक्ते एकस्मिन् देशे इत्युक्ते आन् वन् सैड् इति किञ्चन परिवर्तनं भवति इति कृत्वा तस्य तु गुणः तु भिन्नं न भवति तस्य गुणं तिष्ठति एव धातु इति संज्ञा तिष्ठति एव इति तर्हि यद्यपि रिङ् इति आदेशः भवति मृ धातुः मृ इति भवति तथापि धातुः एव अस्ति किमर्थम् इत्युक्ते एतावत्पर्यन्तं किमपि प्रत्ययेन सह मेलनं न भवति खलु इति कृत्वा धातुसंज्ञा तिष्ठति अतः अचिष्णुधातु ब्रुवाङ्ग् इत्यस्य योर्यङ्गौ इत्यस्य प्रसक्तिः भवति किमर्थम् इत्युक्ते धातु युवोः धातुः इति उक्तमस्ति सूत्रे, धातु अपेक्षितमस्ति खलु. अत्र तु धातुः संज्ञा तिष्ठति इति कृत्वा म्रिय इति धातुः स्वीकृत्य अस्य सूत्रस्य कार्यं प्रसक्तिः प्राप्तिः अपि भवति इति. धन्यवादः. अपूरे इति किं भगिनि तुदादिगणे चत्वारः ऋकारान्तदातवः इति अपि अग्रिमवाक्यद्वयं. तुदादिगणे चत्वारः ऋकारान्तदातवः मृङ् पृङ् दृङ् धृङ्, येषां सर्वेषां कार्यं मृङ् धातोः एव. अतः म्रियमाणा, प्रियमाणा, ध्रियमाणा, धियमाना इति. हलिचा इति सूत्रे यथा तथैव अचिष्णुधातु ब्रुवां यो युवोर्याङ् वङ्गौ इति सूत्रे अपिति परे किति परे निति परे वा न उक्तं, न वा अनुवृत्तौ अस्ति. परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे. अतः पाणिनेः वदनस्य आवश्यकता नास्ति. इति उच्यते. अर्धमात्रयाः अपि व्यर्थता न भवति. अत्र अस्माभिः अवगम्यते. अवगतमेव इति किमित्युक्ते यद्यपि न उक्तं किन्तु पिति परे किं कार्यं भवति. अत्र तु सार्वधातुक अर्धधातुकयोः इति कार्यं भवति, गुणकार्यं भवति. यदि पृथित् अस्ति चेत्, यदि पृथित् नास्ति चेत् एव सार्वधातुकमपि मिति चैतिनेन गुणकार्यं निषिद्धम्. अनन्तरं किमस्ति अचिष्णुधातु ब्रुवां योरेङ्गौ इति सूत्रस्य कार्यं भवति. पित् अस्ति चेत् साक्षात् सार्वधातुकार्धौतिक इति गुणकार्यं गुणं भवति. गुणं भवति. तर्हि वदनस्य आवश्यकता नास्ति पाणिनिना इति उक्तम् अत्र. अग्रे पठामः. धन्यवादः भगिनि. पुष्पभगिनि पठति भगिनि. दीर्घकारान्तदातवः इति समानकार्याणि सन्ति. यत्र कर्मणि रूपं यत्र वयं साधयामः भावे वा कर्मणि प्रयोगे यत्र भवति तथा एव अत्रापि रूपपरिवर्तनं. ऋकारः अस्ति चेत् रि इति भवति. ऋकारस्य दीर्घ ऋकारान्तदातोः तस्यपि समानकार्यमस्ति. दीर्घ ऋकारान्त दातवः द्वौ धातु स्तः धातु तुदादिगणे कृ गृ इति द्वौ ऋकारान्तदातु धातु स्तः. अधुना अस्माभिः दृष्टं यत् ह्रस्व ऋकारान्तदातूनां ऋङ् आदेशः भवति, यथा मृङ् ऋङ् आदेशः म्रि ऋङ् आदेशः म्रि यङ् आदेशः म्रि योगः विकरणप्रत्ययः आ म्रिया इति अङ्गं, म्रियमाणा इति शानजन्तरूपं. परन्तु दीर्घलुकारान्तधातूनां कार्यं भिन्नं स्मर्यते यत् दिवादिगणे दीर्घकारान्तधातुषु ऋकारस्य स्थाने ई आदेशः जृ योगः जि ऐ मीन् जृ परिवर्तनं जि इति परिवर्तनम् अस्ति. तुदादिगणे अपि तथा उभयत्र ऋत इदात् इद्धातौ तोः इत्यस्य प्रसक्तिः. परन्तु ततः अग्रे भिद्यते, यतोहि दिवादिगणे श्यन् हलादिः अपित् किन्तु यतोहि दिवादिगणे श्यन् हलादि हलादिः अपित् किन्तु तुदादिगणे श अजादिः अपित् तत्र हल् अस्ति यत्र अजाति. परन्तु तुदादिगणे हलीचा इत्यस्य प्रसक्तिः नास्ति, अतः उपधायाम् एक् इत्यस्य तिष्ठति. इक् ह्रस्वः तिष्ठति. अग्रे क्रमः प्रदत्तः अस्ति. कृ इति धातुः पश्यामि न, परन्तु कृ योगः श, कृ योगः आ, इको एनचि इत्यनेन यण् सन्धेः प्राप्तिः. तं प्रभाद्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः. सार्वधातुकम् अपि इत्यनेन श निद्वत् निधि च इत्यनेन गुणनिषेधः. कृ योगः आ ऋत इद् धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारादेशः. कि योगः अ उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदारपरः. किर् योगः आ किर् यो किरा किरा योगः शत्रु, किरा योगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एक पररूपादेशः किर. तत्तु अत्र अस्माभिः दिवादिगणे दृष्टं समानकार्यमस्ति, केवलं हलीचेतस्य कार्यं न भवति. उभयत्र हृदयधातुः इत्यनेन ऋकारस्य स्थाने किं भवति, ह्रस्व इकारादेशः भवति. अग्रे हृदयधातुः इति सूत्रस्य प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रमपि. रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति कितिनिति प्रत्यये परे. अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् अत्रापि अपित् इति न उक्तं, कित्नित् प्रत्यये परे इति न उक्तमस्ति. किमर्थम् इत्युक्ते यत्र पित् प्रत्ययः अस्ति तत्र तु सार्वधातुकार्धातुको इति गुणः भवति, अतः वदनस्य आवश्यकता नास्ति इति कृत्वा न उक्तं पाणिनिना. केवलं कित्नित् यत्र अस्ति तत्रैव अस्ति सूत्रस्य कार्यं भवति इति वक्तव्यम् इति. अस्तु भगिनि, अग्रे अग्रे अपि अत्र ऋकारस्य स्थाने यथा इति इतोपि विषयाः सन्ति खलु. अस्तु, धन्यवादः भगिनि. शैलजा भगिनी गतवती किं गतवती इति मन्ये रामपुरं भिन्न भिन्नरीत्या आगतवती किम्? आमामाम् इत्युक्ते पूर्वं भवत्याः नाम परत्वं दर्शयति स्म, अधुना पठतु भगिनि. अग्रे ऋकारस्य स्थाने यदा अण् आदेशः इति अग्रे अस्ति खलु, ततः ऋकारस्य स्थाने यदा अन् प्रत्याहारस्य कश्चन सदस्यः अ इ उ वा आयाति तदा तस्मात् परे रेपः आयाति, अतः अन् रपरः भवति. अर् इर् उर् वा इति अत्र ऋकारन्त्य स्थाने इ आगतः, अतः रपरः भवति इर् इति. कि किर् गृ धातुः अपि तथा. गृ योगः अ गि योगः अ गिर्योगः अ गिर गिरयोगः शत्रु गिरयोगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एकपररूपादेशः गिरत्. दिवादिगणे क्रमः तथैव अस्ति किन्तु अन्ते इकारः दीर्घः भवति. झृ ऋत इद्धातोः झि उरन्रपरः झिर् हलि च झीर् ष्यन् विकरणप्रत्ययः य झीर्य जीर्ययोगः अत् जीर्यत्. नूतनस्य नास्ति खलु, गते सप्ताहे अस्माभिः दृष्टं दिवादिगणस्य समानकार्यम् अस्ति, केवलं हलीचे इत्यस्यपि कार्यं भवति, अनेन दीर्घः भवति. अस्तु भगिनि, अग्रे पठति किं भगिनि? हलिच इत्यनेन हलिपरे रेखान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति. दिवादिगणे ष्यन् हलादिः अपित् अस्ति, तुदादिगणे ष अजादिः अपित् अस्ति. अतः दिवादौ रूकारान्तधातुषु हलिच इत्यस्य प्रसक्तिः तुदादौ अस्यामेव दशायां हलिच कार्यं न करोति. अत्र उरन्रपरः इत्यस्य सम्यक्तया बोधतं गुणसन्धिम् एकवारम् अवलोकयाम. अ आ योगः इ ये भवति, अ या योगः उ ओ भवति, अ आ योगः रुर् भवति इति सामान्यनियमः अस्ति किल, परन्तु गुणसंज्ञा विधायकसूत्रम् अदेङ्गगुणः इत्यनेन अ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति. तत्र अ किमपि नास्ति, यत्र गुणसन्धिः अपेक्षितः तत्र आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः भवति. गुणादेशः नाम पूर्वपरयोः स्थाने अ वा ये वा ओ वा आगच्छेत्. तत्र आ तु नास्त्येव, तर्हि आयोगः ऋ अर् कथम्? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति, आयोगः ऋ आयोगः आ ए ओ इत्येतेषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः. अधुना स्थानेन्तरतमः इति सूत्रेण ध्वनि दृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति. अकारस्य कण्ठस्थानं ऋकारस्य मूर्धास्थानम्. अ ए ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धस्थानं नास्ति. अ कण्ठस्थानं, ए कण्ठ तालुस्थानम्, ओ कण्ठोष्ठस्थानम् इति. तेषु त्रिषु अ ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते. अतः अ ऋ इत्यनयोः स्थाने अ इत्यस्य गुणादेशप्राप्तिः. अधुना ऋ स्थाने यः अकारः आगतः सः अन् प्रत्याहारस्य सदस्यः, अतः उरन्रपरः इत्यनेन रेपः परः भवति. तर्हि आहत्य अ आ योगः ऋ ऋ आद्गुणः इत्यनेन पूर्वपरयोः स्थाने अ उरन्रपरः, अ महा योगः ऋषिः, मह योगः अर् योगः षि महर्षिः. अवधेयं नूतनविषयः नास्ति खलु, अत्र प्रश्नः नास्ति खलु, जानीमः वयम्. अग्रे पठतु भगिनि. अवधेयं यत् ऋथ इद्धातोः इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति. अतः यत्र विकरणप्रत्ययः अपित् नास्ति तत्र प्रसक्तिः न भविष्यति. वृत्तान्ते द्वादिगणे तृ इति धातुः, यद्यपि ऋकारान्तधातुः अस्ति तथापि ऋथ इद्धातोः इत्यनेन ऋ स्थाने इकारादेशः न भवति. द्वादिगणे शप् पित् अस्ति, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति. तृ योगः शप्, तृयोगः अ, तर्योगः अ, तरयोगः शत्र, तरत्. अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम. वादिगणे तृ गुणः भवति तरत्, दिवादिगणे झृ ई आदेशः, हलि च दीर्घः जीर्यत्. तुदादिगणे कृ इ आदेशः अजादिः अपि अतः न दीर्घः किरत्. केचन जनाः वदन्ति यत् वादि तुदादिगणयोः विषयः भ्रमात्मकः इति, भ्रमात्मकः कः धातुः कस्मिन् गणे इति. किन्तु यत्र गणसम्बन्धककार्यं वर्तते, गुणसम्बन्धकः कार्यं वर्तते, तत्र अस्माकं न कोऽपि भ्रमः स्यात्. वादिगणे गुणकार्यं प्रवर्तते, तुदादिगणे न कुत्रापि गुणकार्यं. तुदादिगणे विकरणप्रत्ययः अजादिः अपि, अतः अपि निमित्तं कार्यम् अपि न, अपि च अजादिः अपि निमित्तं कार्यं भवतः. ये वादो न सञ्जायेते. यथा दीर्घः ऋकारान्तस्य इ, ऋत इद्धातोः प्रवर्तते केवलम् अपित्सु प्रत्ययेषु, यथा कृ किरत्. इयम् आदेशः केवलम् अजादिषु अपित्सु प्रवर्तते. अचिष्णु धातुभ्रुवां को व्योरिङ् रियङ्गुवङ्गौ रि योगः अ, ऋ योगः इ योगः अ, रिय योगः शत्रु, रिययोगः अत्, अतो गुणे इत्यनेन पररूपादेशः रियत्. अत्र भगिनी अथवा गुणसम्बन्धकार्यम् इति वा मन्ये भगिनी? सामान्यतः जाटिल्यं भवति यत्र लिख् इति धातुः यदि वयं जानीमः तर्हि लिख् इति तुदादिगणे इति वक्तुं शक्यते. तत्र तु गुणकार्यं भवति स्म खलु, तर्हि यत्र गुणसम्बन्धं कार्यं वर्तते चेत् अस्माभिः वक्तुं शक्यते निश्चयेन लिखति इति रूपं भवति, बादिगणे न भवितुम् अर्हति तुदादिगणे इति वक्तुं शक्यते. अन्यत् चेत् जाटिल्यं भवति इति सारांश. यत्र गुणकार्यं भवति तत्र तु अस्माभिः निश्चयेन वक्तुं शक्यते बादिगणः इति. अनन्तरं यत्र तादृशम् एतादृशं ऋतै धातोः यत्र अपित् सम्बन्धककार्यं भवति चेत् तत्तु शिप् शप् अस्ति, पित् अस्ति, तत्र तु न भवति, अतुदादिगणे एव भवितुम् अर्हति इति इति मत्वा ऊहा कर्तुं शक्यते कः धातुः कस्मिन् गणे इति अनेकत्र ऊहा कर्तुं शक्यते इति महोदय उक्तं. तर्हि प्रश्नः अस्ति किम् एतावत्पर्यन्तं? न भगिनि, हा विरमामः किं तर्हि. धन्यवादः तर्हि सर्वेषां. धन्यवादः. धन्यवादः.